द्रौपदी च परित्राता येन कौरवकश्मलात् पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः। येन कृष्णेन कौरवकश्मलात् द्रौपदी परित्राता नाम रक्षिता, येन च गोपसुन्दर्यः पालिताः स च कृष्णः क्वापि न गतः।